इदानीम् अग्रिमपाठः अस्ति विशेषणविशेष्यभावः. तस्मात् पूर्वं यः पाठः अस्ति तत्र हलन्तशब्दानाम् अन्तिमपाठः, तत्र सर्वेषां सम्यक् रीत्या अभ्यासः भवेत्. तत्र पञ्च अभ्यासाः सन्ति, तेषां सम्यक्तया तेषु विषयेषु प्रयत्नः भवतु. अनन्तरम् अग्रिमे सप्ताहे मिलित्वा कर्तुं शक्नुमः. यदि सर्वे वदन्ति यत् आम् अहं प्रयत्नं कृतवान् किन्तु सन्तोषजनकफलं न प्राप्तं मया, तदानीं कर्तुं शक्नुमः. यदा सर्वे वदन्ति यत् आम् अहं सर्वम् अहं कृतवान् तदानीम्. अस्तु, इदानीं सप्तमपाठः अस्ति, तत्र विशेषणविशेष्यभावः अस्ति. एका कथा अस्ति, कथा समीचीना अस्ति. अत्र नेहादिका भगिनी अत्र आरब्धुमिच्छति वा? भगिनि अस्मि. एतां घटनाम् उच्चैः पठत अवगच्छत च. बहूनां दुर्गाणां विजेता शिवराजः स्वकीयां बलं वर्धयति स्म. तस्य अग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. स्वामीभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् अक्राम्यन्ति स्म. तेषां बलावद्भिः प्रहारैः विधर्मीयानां मनोबलं प्रतिक्षणं क्षीयते स्म. अस्तु, प्रथमवाक्यं पुनः पश्येम. बहूनां दुर्गाणां विजेता शिवराजः स्वकीयां बलं वर्धयति स्म. अस्तु, तर्हि अत्र अन्वयः कुत्र अस्ति इति, कुत्र अत्र विषयः कः? विशेषणविशेष्यभावः. भगिनी वदतु, विशेषणविशेष्यभावः नाम कः? नाम विशेषस्य यद् लिङ्गं यद्वचनं यद् या विभक्ति विशेषणस्य अपि तथैव भवति. समीचीनमस्ति. अस्तु, तर्हि इदं वाक्यं यत् पुरतः अस्ति तत्र प्रथमतया विशेषणा विना एकवारं वदतु. शिवराजः बलं वर्धयति स्म. शिवराजः, अत्र पुनः इतोपि एकः शब्दः अस्ति, दुर्गाणां. तत्र विशेष्यमस्ति खलु? विशेष्यं दुर्गशब्दं जानाति वा? बहु कष्टं. न, दुर्गः यत्र सेना अस्ति, सेनायाः तत्र मूलस्थानमिति वक्तुं शक्नुमः. तत्र देशद्वयस्य एकस्मिन् देशे यत्र सेना अस्ति तेषां तत् सर्वं यन्त्राणि सन्ति, शस्त्राणि सन्ति, तत्र दुर्गे भवति. दुर्गः अस्ति, एकः दुर्गः अस्ति, दुर्गः अस्ति. तर्हि शिवराजः विजेता बलं वर्धयति स्म. अत्र विजेता इति विशेषणमस्ति, शिवराजः इति विशेष्यम्. दुर्गाणां शिवराजः बलं वर्धयति स्म इति वाक्यमस्ति. अस्तु, समीचीनमस्ति. तर्हि इदानीं सन्ध्या भगिनी वदतु, तत्र विशेषणानि कुत्र सन्ति, अविशिष्टानि पदानि? प्रथमवाक्ये हा सत्यम्, ओके, बहूनां दुर्गाणां विशेषणानि, विशेषण सारि बलं न विशेष्यं विशेषणम् अनयोः भेदः कः इति लक्ष्मी भगिनी वदतु. शिवराजः बहूनां दुर्गाणां विजेता. एकनिमिषः, प्रश्नः कः आसीत्? विशेषणं विशेष्यम् अनयोः भेदः कः? विशेषणं नाम किं, विशेष्यं नाम किम्? न जानामि महोदय. भवती जानाति एव, नाटकम् अकरोतु, वदतु. विशेष्यं न जानाति वा? खलु जानाति. अस्तु, अभिनवमहोदय वदतु. विशेषण यस्य विशेषता यस्य विशेषता अस्ति वदतु. हा हा, समीचीनः. विशेषणः यस्य विशेषता, यस्य विशेषता अस्ति, यस्य विशेषता अस्ति, विशेषं विशेषं भवति कर्ता. विशेषणं विशेष विशेष विशेष्य गुणं बोधयति. बहु समीचीनमस्ति भगिनि, तथैव अस्ति. लक्ष्मी भगिनी तावत् न जानाति स्म वा? तत्र विशेष्यं यस्य वर्णनं भवति तद्विशेष्यं, यः वर्णयति तद्विशेषणं, खलु? नाम तत्र सुन्दरः बालकः, अत्र बालकः इति पदस्य वर्णनं भवति सुन्दरशब्देन, खलु? तर्हि तर्हि विशेष्यस्य वर्णनं भवति, यद् वर्णयति तद्विशेषणं, सुन्दरशब्दः वर्णयति बालकः कीदृशः इति. अस्तु, तर्हि अत्र यथा दुर्गः इति अस्ति, दुर्गशब्दः अस्ति, तत् तस्य विशेषणं किम् अत्र? श्रीनिवासमहोदय वदतु. बहु सत्यम्. अत्र दुर्गाणाम् इति अस्य तत्र वदतु, तस्य दुर्गाणां षष्ठीविभक्ति बहुवचनमस्ति, अतः बहूनां न केवलं हा षष्ठी अस्ति, अपि च षष्ठीविभक्तिः बहुवचने, अपि च लिङ्गं तर्हि दुर्गः, अपि च तत्र बहुशब्दः नित्यबहुवचनान्तशब्दानां वर्णनं करोति, यतोहि बहुशब्दस्य अर्थे एव बहुवचनत्वमस्ति. तर्हि यत्र बहुशब्दः अस्ति तत्र सामान्यतया विशेष्यस्य बहुवचनत्वम् अपेक्षितमस्ति अस्माभिः. तर्हि यथा सामान्यमत्र बहुवचने तु अस्ति एव, षष्ठीविभक्तौ अस्ति, पुल्लिङ्गे च. तर्हि दुर्गाणां तदनुसारेण बहूनाम्, अत्र बहुशब्दः कीदृशशब्दः अस्ति? आम्, बहु बहुः पुंलिङ्ग् प्रातिपदिकं किम् बहु तर्हि उकारान्तशब्दः अस्ति कस्य शब्दस्य सदृशम् अस्ति गुरु गुरुशब्दः पुल्लिङ्गे गुरुशब्दः स्त्रीलिङ्गे किं भवति स्त्रीलिङ्गे वैशिष्ट्यमस्ति अस्तु तर्हि गुरुः यथा गुरुः अस्ति अत्र षष्ठीविभक्तौ तत्र दीर्घ उकारः आगच्छति खलु गुरूणां तदर्थं बहूनाम् अस्ति तर्हि गुरुः गुरु गुरवः बहुः बहु बहवः किन्तु सामान्यतया पुल्लिङ्गे बहुवचने एव भवति तर्हि प्रथम तत्र वदन्तु रूपाणि प्रथमवाक्तौ प्रथमवाक्तौ रूपं किमस्ति बहुः बहुः बहवः न बहुवचने एव तर्हि तत्र द्वितीयविभक्तौ किमस्ति बहवः न चिन्तयतु सुब्रह्मण्यमहोदय वदतु द्वितीयविभक्तौ बहुवचने किमस्ति बहून् बहून् बहून् दीर्घ उकारः अस्ति खलु बहून् बहून् तृतीयविभक्तौ सुब्रह्मण्यमहोदय वदतु तृतीय एतत् सर्वं शीघ्रम् एतत् सर्वं किमपि नास्ति पुरातनविषयः लक्ष्मीभगिनी वदतु तृतीया बहुना न तत्र बहुना एकवचने अस्ति खलु पुष्पभगिनी वदतु बहु अर्थवशात् एव बहुवचने अस्ति खलु एकवचने कथं वा स्यात् बहुभिः हा अस्तु चतुर्थी विभक्तिः सन्ध्या भगिनी बहुवचने एकमस्ति निहारिका भगिनी साहाय्यं करोतु बहुभ्यः पञ्चमी बहुभ्यः षष्ठी बहूनां षष्ठी सप्तमी बहुषु स्त्रीलिङ्गे अयं शब्दः ईका नदी शब्दवत् दीर्घ ईकारान्तः बह्वी भवति यथा नदी तर्हि नदी इत्यस्य बहुवचनान्तरूपं किम् नद्यः तर्हि बहु इत्यस्य स्त्रीलिङ्गे बहुवचने किं भवति बह्व्यः अत्र हकारे वकारः वकारे यकारः यकारे अकारः बह्व्यः ह व य बह्व्यः नद्यः तथा अस्ति बुद्धम् अवगतम् अवगतम् अस्तु तर्हि बहूनां दुर्गाणाम् इदानीं शिवराजः पुष्पभगिनी वदतु तत्र शिवराजः तस्य रूपं किं काव्यभक्तिः प्रथमाविभक्तिः अतः तस्य विशेषणं किं तस्यापि प्रथमाविभक्तिः तर्हि बहूनां दुर्गाणां विजेता शिवराजः. अस्य उपवाक्यस्य अर्थः कः? लक्ष्मीभगिनी वदतु, अस्य अर्थः कः? शिवराजः बहूनां दुर्गाणां विजेता. शिवराजः बहूनि बहवः दुर्गाः जेतवान्. तत्र वाक्यं पुनः विचिन्त्य वदतु. तत्र दुर्गाः इति स्यात् अथवा का विभक्तिः भवेत् तस्मिन् वाक्ये? पुनः वदतु. शिवराजः बहूनां दुर्गाणां विजेता. तत्र जीतवान् इति अस्ति. शिवराजः जीतवान्. किं जीतवान्? कान् जीतवान्? बहवः दुर्गाः. न, का विभक्तिः स्यात् तत्र, चिन्तयतु. खलु, तत्र कमलपदं भवेत्. आम्, तर्हि वदतु. बहून् दुर्गान् जीतवान्. इदानीं समीचीनमस्ति. शिवराजः यः बहून् दुर्गान् जीतवान् इति, बहूनां दुर्गाणां विजेता शिवराजः. अस्तु, समीचीनमस्ति. इदानीं सन्ध्या भगिनी अग्रे पठतु. तस्य उग्रतेजसा. न, वाक्यं समापयतु. ओ, शिवराजस्य तत्र. बहूनां दुर्गाणां विजेता शिवराजः, तत्र पर्यन्तम् अस्माभिः प्राप्तं. तथा अग्रे पठतु. आम्, तस्य अग्रतेजसां. न, शिवराजः पर्यन्तं, ततः अग्रे. स्वकीयं बलं वर्धयति स्म. अस्तु, अत्र विशेषं किं, विशेषणं किम्? बलं विशेषणं, स्वकीयं विशेषणं, बलं विशेषणम्. अस्तु, समीचीनमस्ति. बलं सर्वे जानन्ति खलु? बलं शक्तिः. द्वितीया विभक्तिः भवति वा? द्वितीया कर्मपदमस्ति. स्वकीयम् इत्युक्ते, सन्ध्या भगिनी वदतु, स्वकीयम् इत्युक्ते स्वस्य. अत्र भेदः कः इति चेत्, तत्र यत्र स्वस्य शब्दः भवति अथवा यथा स्वस्य शब्दः, तत्र स्वस्य इति पदस्य लिङ्गं कर्तुः अनुगुणं भवति. किन्तु स्वकीयशब्दस्य लिङ्गं तत्र कर्मपदं, कर्मपदानुसृत्य अस्ति. अतः तत्र सन्ध्याभगिनी स्वस्याः पुस्तकं स्वीकृत्य बहिः गच्छति. सन्ध्या भगिनी स्वस्याः, अत्र स्वस्याः इति लिङ्गं किं? त्रिलिङ्गं. पुस्तकम् इति लिङ्गं किं? नपुंसकलिङ्गं. नपुंसकलिङ्गं. तर्हि स्वस्याः इति किमर्थं श्रेयामस्ति? सन्ध्या भगिनी भगिन्याः. कर्ता अथवा कर्त्री सन्ध्या भगिनी स्त्री अस्ति. अतः यद्यपि पुस्तकं नपुंसकलिङ्गे अस्ति, किन्तु कर्तुः कर्तारम् अनुसृत्य भवति लिङ्गं. स्वशब्दस्य, तर्हि स्वस्याः सन्ध्या भगिनी स्वस्याः पुस्तकं स्वीकृत्य बहिः गच्छति. तदेव तदेव वाक्यं पुनः वदतु. तत्र स्वस्याः इत्यस्य स्थाने स्वकीयशब्दस्य प्रयोगं करोतु. पद्मा भगिनी, भगिनी अस्ति वा? अस्मि. अवगच्छति? आम्. वदतु वाक्यम्. शिवराजः. शिवराजः न, वाक्यं किम् आसीत्? सन्ध्या भगिनी स्वस्याः पुस्तकं स्वीकृत्य बहिः गच्छति. सन्ध्या भगिनी तस्य पुस्तकं स्वीकृत्य बहिर्गच्छति. स्वस्याः इति अस्य स्थाने इदानीं स्वकीयशब्दस्य प्रयोगं करोतु. स्वकीयपुस्तकं गृहीत्वा सन्ध्या भगिनी तस्य गृहे बहिर्गच्छति. समासं मा करोतु, व्यस्तप्रयोगः अपेक्षितः अस्ति. लक्ष्मी भगिनी वदतु. सन्ध्या भगिनी स्वकीयं पुस्तकं स्वीकृत्य बहिः गच्छति. स्वकीयं, स्वकीयं किमर्थं? द्वितीयविभक्ति. किन्तु किमर्थं? स्वयं कृत्वा, स्वयं पुस्तकविशेषणं, पुस्तकस्य विशेषणं, पुस्तकम् अनुसृत्य भवति, न तु पुस्तकस्य विशेषणं. तर्हि स्वस्याः इति सन्ध्या शब्दस्य अनुसृत्य, शब्दमनुसृत्य अस्ति, किन्तु स्वकीयं भवति पुस्तकमनुसृत्य इति भेदः मनसि भवेत्. यथा मदीय अथवा भवदीय, वयं वदामः खलु भवदीयः पत्रस्य अन्ते भवतीयः, भवतीयः स्वरूपः भवदी, भवतीया पद्मा, भवदीया. तत्र भवत् इति भवत् शब्दस्य षष्ट्यन्तं रूपं किम्? भवतः स्त्रियां भवत्याः. तर्हि यदि वयं यदि अहं स्वस्य पुस्तक स्वस्य पत्रस्य अन्तिमभागे तत्र भवदीयः स्वरूपः यदा अहं सन्ध्या भगिनीं तत्र भगिन्यै अहं पत्रं प्रेषयितुम् इच्छामि, तस्मिन् समये यदि भवदीयः स्वरूपः इत्यस्मिन् स्थाने यदि भवत् शब्दस्य प्रयोगं कर्तुं इच्छामि तर्हि किं वदामि? भवतः स्वरूपः. भवतः हा, पुनः वदतु भगिनि. भवत्याः. किमर्थं? विशेषणमस्ति. तर्हि तत् मया वक्तव्यमासीत् तत्र भवत्याः स्वरूपः, किन्तु यदि भवदीय इति शब्दस्य प्रयोगं करोमि भवदीयः स्वरूपः, यतोहि भवदीयः इति तत्र स्वरूपशब्दस्य विशेषणं. बुद्धम्? अवगतम्? तथैव मदीय अस्ति, मदीयं पुस्तकं, मदीया लेखनी. अस्तु, स्पष्टं स्यात्. स्वकीयं बलं वर्धयति स्म. अग्रे सरेम. अभिनवमहोदय तत्र पठतु कृपया. तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. अस्तु, किञ्चित् परिशीलयतु कृपया. तत्र विशेषणविशेष्य युगलानि कुत्र सन्ति? खड्गाः विशेष्य, दिक्षु विशेष्य. दिक्षु विशेष्यमस्ति, अपि च खड्गस्य विशेषणाः उग्रतेजसां दलपतीनां प्रकाशमानाः. न, दल खड्गस्य विशेषणः प्रकाशमानः. अपि च उग्रतेजसां दल्पतीनां किं विशेषणं किं विशेष्यं दल्पतीनां विशेष्य विशेष्यं विशेष्यम् उग्रतेजसां विशेषण विशेषणं हा विशेषणं समीचीनमस्ति. उग्रतेजसां दलपतीनां अस्तु. दलपतिः नाम सैन्याधिकारी. हा सेनाधिकारी अस्ति. हा समीचीनमस्ति. तदनन्तरम् उग्रतेजसाम् अत्र प्रथमपि वदतु. यस्य तेजः उग्रः अस्ति. अस्तु समीचीनमस्ति. तर्हि उग्रतेजसां दलपतीनाम् अत्र विभक्तिः का वचनं किम् षष्ठी बहुवचनं बहुवचनम् उग्रतेजसां दलपतीनाम् अनन्तरम् अग्रे प्रकाशमानाः खड्गाः. प्रकाशमानाः खड्गाः प्रथमतया उग्रतेजसां तत्र कीदृशपदमस्ति उग्रतेजसां उग्रतेजस् सकारान्तशब्दः अस्ति. समीचीनमस्ति. सकारान्तपूर्णिकशब्दः अस्ति अत्र. विशेषणमस्ति नाम विशेष्य निघ्नशब्दः अस्ति. विशेष्य निघ्नशब्दः नाम द्विप्रकारशब्दः भवति. नियतलिङ्गशब्दः अपि च विशेष्य निघ्नशब्दः. यः कोऽपि शब्दः त्रिषु लिङ्गेषु भवति विशेष्यमनुसृत्य लिङ्गभेदः भवति तत्र विशेष्य निघ्नशब्दः नाम विशेष्यस्य आश्रयं स्वीकरोति. दलपतिः इति पुल्लिङ्गशब्दः अतः अत्र उग्रतेजस् इति पुल्लिङ्गशब्दः भवति. यदि महिला इति शब्दः अस्ति तत्र उग्रतेजस् इति स्त्रीलिङ्गशब्दः भवति इति कृत्वा यथा सुन्दरः सुन्दरी सुन्दरम् इति त्रिषु लिङ्गेषु भवति अतः विशेष्य निघ्नशब्दः. निघ्न नाम तत्र आश्रयत्वं विशेष्यस्य आश्रयं स्वीकृत्य लिङ्गनिर्णयः भवति तस्य. अस्तु तर्हि उग्रतेजस् इति शब्दः विशेष्य निघ्नशब्दः. अस्तु अभिनवम् तत्र अग्रे प्रकाशमानाः खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. तत्र अर्थः कः वाक्यस्य? शिवराजस्य दलपतीनां खड्गाः सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म. सर्वासु दिक्षु सप्तमी बहुवचन बहुवचनं. सर्वासु दिक्षु स्वातन्त्र्याय परिभ्रमन्ति स्म इति वाक्यं स्पष्टमस्ति. कोऽपि प्रश्नः वा? नास्ति. अस्तु तर्हि अग्रे सरेमा. पुष्पा भगिनी अग्रे पठतु. स्वामिभक्ताः स्वामिभक्ताः क्षम्यतां स्वामिभक्ताः तत्र शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्रम्यन्ति स्म. स्वामिभक्ताः विशेषणः शिवराजसैनिकाः विशेष्यः सूचितेषु विशेषः दुर्गेषु विशेषणः विशेषणः सूचितेषु दुर्गेषु विशेष्यः. विशेष्यं सूचितेषु दुर्गेषु. हा अस्तु. स्वामिभक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् अत्र दोषः अस्ति इति अहं मन्ये. अत्र आक्रमयति आक्रमयति इति क्रियापदमस्ति. बहुवचने आक्रमयन्ति आक्रमयति इत्युक्ते आक्रमणं करोति. आक्रमणं करोति इति अतः आक्रामयन्ति आक्रामयन्ति क्षम्यताम् आक्रामयन्ति आक्रामयति आक्रामयन्ति. अस्तु अस्तु अग्रे सरेम सन्ध्या भगिनी अग्रे पठतु. तेषां बलविद्भिः प्रहार पुनः तेषां बलवद्भिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. अस्तु. तर्हि अस्य वाक्यस्य अर्थः कः इति अवगच्छति वा? पुनः पठतु. तेषां तेषां बलविद्भिः बलवद्भिः बलवद्भिः प्रहारैः. अत्र प्रहारः जानाति वा? प्रहारः यत्र आक्रमणं भवति, यदा आक्रमणं भवति शत्रोः उपरि तत्र अहं जानामि इदानीं प्रहारः नाम हस्तं स्वीकृत्य तत्र आक्रमणं यदा भवति तत्र प्रहारः इति वदामः. प्रहारः अपि च अत्र बलवद्भिः अत्र प्रातिपदिकं किं स्यात्? प्रहारैः इत्यस्य विभक्तिः का? वचनं किं तृतीयविभक्ति? तृतीयविभक्ति बहुवचनं. अतः बलवद्भिः इति तदपि तथैव अस्ति. प्रातिपदिकं किं बलवदः? तत्र निहारिका भगिनी सहायं करोतु. बलवत् इति अस्ति, तकारान्तशब्दः अस्ति. अत्र लक्ष्मी भगिनी वदतु, अत्र प्रत्ययः कः? बलवान् मतुप् प्रत्ययः. समीचीनमस्ति. मतुप् तत्र प्रथमविभक्तौ बलवान् अस्य अस्मिन् वा इति वयम् उक्तवन्तः खलु. तर्हि अस्य वाक्यस्य शब्दस्य अर्थः कः वदतु? यस्मिन् बलः अस्ति. बलमस्ति. यस्मिन् बलमस्ति सः बलवान्. तर्हि अत्र वस्तुतः प्रहारे बलमस्ति, न तु पुरुषे. अत्र प्रहारे बलमस्ति, अतः बलवद्भिः प्रहारैः. अस्तु सन्ध्या भगिनी अग्रे. विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म. अतः कः विधर्म अधर्म? समीचीनम्. अधर्मीयः अत्र धर्मः इति अर्थः नास्ति, अधर्मीयः. विधर्मः अधर्मः अधर्मीयः विधर्मीयः अत्र अर्थः कः? धर्मः इति अर्थः नास्ति, अत्र प्रातिपदिकं किम्? विधर्मी विधर्मिन् धर्मिन् विधर्मी इति वस्तुतः विधर्मिन् नास्ति, तादृश अर्थः अस्ति यतो हि, किन्तु तादृश हा विधर्मीया इति प्रातिपदिकमस्ति विधर्मीया, विधर्मिन् इति तादृश अर्थः अस्ति, विनिप्रत्ययः यस्मिन् धर्मः नास्ति सः विधर्मिन् विधर्मी अथवा विधर्मीया, अत्र विधर्मीया अपि विधर्मी इति अस्य शब्दस्य अर्थः इव अस्ति विधर्मीयाणां, ये धर्मस्य पालनं न कुर्वन्ति ते विधर्मीयाणाम्. अस्तु, सन्ध्या भगिनी वदतु अग्रे किमस्ति. प्रातिपदिकमस्ति विधर्मीय, यथा देवशब्दः कारान्तः. मनोबलं प्रतिक्षणं क्षीयते स्म. नाम प्रतिक्षणं न जानामि. क्षणं क्षणं नाम निमेषः, लघुसमयः. आम् प्रति निमेषं प्रति एकं समयः. क्षीयते स्म, क्षीयते, क्षयः, जानाति वा? न्यूनं भवति स्म. मृत्यु न न्यूनं भवति स्म, न्यूनम्, अधिकं न, न्यूनं भवति स्म. किं न्यूनं भवति स्म? मनोबलं, मनसः बलं, धैर्यं क्षीयते. सन्ध्या भगिनी अवगच्छति वा? मनसः बलं न्यूनी भवति स्म, न्यूनं भवति स्म. अस्तु, किमर्थं न्यूनं भवति स्म? निहारिका भगिनी वदतु. तेषां बलवद्भिः प्रहारैः, नाम तेन क्षीयते स्म, मनोबलं क्षीयते स्म. केषां प्रहारैः केषां मनोबलम्? सैनिकानां बलवद्भिः. केषां सैनिकानां? इति वक्तव्यमस्ति, पक्षद्वयमस्ति खलु. शिवराजसैनिकानां बलवद्भिः प्रहारेः विधर्मीयानां मनोबलं क्षीयते स्म. अस्तु, समीचीनमस्ति. अग्रे लक्ष्मी भगिनी अग्रे पठतु कृपया. शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफजल् खानः प्रतिज्ञाम् अकरोत्. अस्य वाक्यस्य अर्थः कः वदतु? शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुं आदिलशाहस्य सेनापतिः अफजल् खानः प्रतिज्ञाम् अकरोत्. ओके, नाम शिवराजस्य सामर्थ्यं दमयितुम् इत्युक्ते नाशं कर्तुं, न्यूनीकर्तुं, दमयितुं. हा अस्तु, नाशयितुम् आदिलशाहस्य सेनापतिः अफजल् खानः सः प्रतिज्ञां कृतवान् प्रतिज्ञा नाम दृढसङ्कल्पः इति प्रतिज्ञा कृत अकरोत् अस्तु अग्रे भगिनि तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान् तदनन्तरम् एव सः महतीं सज्जताम् आरब्धवान् न केवलं सज्जता नाम सिद्धता सिद्धता अस्तु अग्रे न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान् न केवलं तावत् अफजल् खानः शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान् अस्तु तावत् इत्युक्ते किमत्र महतीं सज्जतां कृतवान् केवलं न तु समीचीनं तावत् इत्युक्ते सः महतीं सज्जताम् आरब्धवान् किन्तु केवलं तद् न ततः अधिकमपि किमपि अकरोत् कपटस्नेहेन मारयितुं निश्चयं कृतवान् कपटस्नेहः सर्वे अवगतवन्ति वा प्रायः किन्तु सन्ध्या भगिनी प्रायः न जानीया जानाति वा भगिनि कपटस्नेहः जानामि कपटं कपटाचारः कपटाचरणं यस्य आचरणं समीचीनं नास्ति नाम तत्र कश्चन मार्गः मार्गः तत्र पुरतः यावद् द्रष्टुं शक्नोति पुरतः गच्छति मार्गः पुनः अन्यरीत्या मार्गः दक्षिणतः वामतः दक्षिणतः वामतः इति तादृशमार्गः अस्ति यत् पुरतः द्रष्टुं न शक्नुमः तादृशमार्गः यादृशम् आचरणं तथा अस्ति तस्य नाम अस्ति कपटाचरणं यस्य यस्य नाम सम्यक् आचरणं नास्ति अन्य कोऽपि सहायं करोतु मायाचरणं स्नेहं नाटकं करोति स्नेहं रूपेण नाटकं करोति सत्यवाक्यं न वदति यद् वदति तद् न करोति सः किमपि वदति किन्तु तद् अकृत्वा अन्यत् किमपि अहं सहायं करोति अहं सहायं करिष्यामि इति कोऽपि वदति किन्तु सहायम् अकृत्वा आक्रमणं करोति सहायस्य नाम्ना भ्रामकम् अवगतं वा किञ्चित् डिसीत् इति वदामः तत्र किमपि वदति किन्तु तद् अकृत्वा अन्यत् किमपि करोति यथा तस्य वचनं तथा तस्य कार्यं नास्ति अस्तु अग्रे सरिमा तत्र श्रीनिवासमहोदय अग्रे पठतु कृपया ततः अस्ति वा महोदय श्रीनिवासमहोदय अस्तु सुब्रह्मण्यं महोदय तत्र अस्तु महोदय पठतु ततः अफजल् खानः निश्चिन्तेन मनसा शिवराजम् आक्रन्तुं आ, आ, एतत् अक्षरम् अक्षरः किं तुळजापुरं तुळजापुरं तुळजापुरं प्रति प्रस्थितः नाम ततः अफ्जल् खानः निश्चिन्तेन मनसा शिवराजम् आक्रन्तुं तुळजापुरं प्रति प्रस्थितः इत्युक्ते निश्चिन्तेन मनसा मनसा तृतीय निश्चिन्तेन विशेषण निश्चिन्तेन अनन्तरं किम् अभवत् निबिडं जावळीवनं स्वसैन्यं प्रविश्य प्रस्थितः नाम प्रस्थितः शिवराजमाक्रन्तं तुळजापुरं प्रति प्रस्थितः गन्तुं सिद्धः वस्तुतः प्रस्थानं कृतवान् वस्तुतः गन्तुं सिद्धः इति एव न गतवान् अपि खलु सज्जः इति एव नास्ति सः गतवान् अपि प्रस्थानं कृतवान् प्रस्थितः प्रस्थानं प्रस्थानं करोति इति सर्वे जानन्ति खलु प्रस्थानं करोति इति प्रस्थानं जर्नी इति प्रस्थानं करोति इत्युक्ते टु डिपार्ट् टु डिपार्ट् इति अर्थः प्रस्थानं करोति प्रस्थितः हि डिपार्टेड् अस्तु अग्रे किं किं प्रस्थितः इति कीदृशपदमस्ति कीदृशपदमस्ति वदतु समीचीनप्रश्नः अस्ति प्रस्थितवान् अपि वक्तुं शक्यते स्म अत्र अत्र प्रस्थितः प्रस्थितः प्रस्थितः इति क्रियपदमस्ति वा न अस्ति किम् प्रस्थितः कीदृशपदमस्ति क्रियपदं नास्ति चेत् अस्ति किम् अस्ति न अस्ति नाम पदम् अस्ति किन्तु कीदृशपदं विशेषणं विशेषणमस्ति समीचीनमस्ति कस्य विशेषणम् अफजानखानः प्रस्थितः समीचीनमस्ति अफजलखानः कीदृशः प्रस्थितः तादृशः अस्ति विशेषणमस्ति यथा सुन्दरः प्रस्थितः तत्र क्रियपदस्य स्थाने तादृशपदम् उपयुज्यते वस्तुतः अस्मिन् वाक्ये क्रियपदं किम् आक्रान्तं प्रस्थितवान् अस्ति प्रस्थितवान् इति वा इति पदं नास्ति प्रस्थितः इति अस्ति पुनः वदतु आक्रान्तुम् इति क्रियपदं नास्ति आक्रान्तुम् इति तत्र क्रिया तस्य द्वारा क्रियायाः अभिव्यक्तिः भवति किन्तु वस्तुतः अव्ययपदमस्ति खलु अव्ययपदं तुमुन् प्रत्ययः आक्रान्तुं गन्तुम् अफजलखानः प्रस्थितः अस्ति अस्ति किन्तु वस्तुतः भूतकालस्य वाक्यमस्ति खलु अस्ति नाम वर्तमानकाल नाम मूलवाक्यमस्ति अवजलखानः प्रस्थितः आसीत्. आसीत् इति क्रियपदमस्ति अवश्यम्. अत्र प्रस्थितः इति क्तान्तरूपमस्ति, यथा कार्यं कृतं, लेखः लिखितः. तथा अत्र धातुः अस्ति स्था, स्थाधातुः. स्थाधातुः लट्लकारे तिष्ठति, अणिचि स्थापयति, लट्लकारे तिष्ठति. तिष्ठति इत्यस्य स्थितः इति क्तान्तरूपम् अस्ति. क्तवतु इति स्थितवान्, अत्र स्थितः. वस्तुतः क्तान्त किञ्चित् प्रगतविषयः अस्ति. क्तान्तरूपाणि सामान्यतया कर्मणि अर्थे भवन्ति, न तु कर्त्री अर्थे. अत्र कर्त्री अर्थे अस्ति, सामान्यतया कर्मणि अर्थे एव भवन्ति. यथा अहं कार्यं कृतवान्, कृतवान् इति क्तवतु कर्तरि अर्थे अस्ति, नाम कर्तुः विशेषणमस्ति. अहं कार्यं कृतवान्, अतः कृतवान् इति कस्य विशेषणमस्ति? अहमिति शब्दस्य. अहं कर्ता, अतः कर्तरि अर्थे अस्ति कृतवान्. अहं कार्यं कृतवान्. इदानीं मया कार्यं कृतं, कृतं कस्य विशेषणं? कार्यस्य. कार्यस्य. कार्यम् इति कर्मपदमस्ति. तत्र कर्मपदम् इति कृत्वा तत्र कर्मणि अर्थे अस्ति कृतं. कृतवान् कर्तृ अर्थे, कृतं कर्मणि अर्थे. कृतं क्तान्तरूपमस्ति, क्तप्रत्ययः अन्ते यस्य तत् क्तान्तरूपमस्ति. तर्हि सामान्यतया आधिक्येन कर्मणि अर्थे भवति, किन्तु यत्र क्तान्तप्रयोगः भवति गत्यार्थके, यत् क्तान्तरूपं गत्यार्थके अस्ति, गत्यार्थकशब्दः अस्ति यत्र, तत्र कर्तरि अर्थे अपि सम्भव. तत्र गत्यार्थके अस्ति. प्रस्थितवान् नाम गतवान्, गत्यार्थकः अस्ति, गत्यार्थकः शब्दः अस्ति अत्र प्रस्थितः. इति कृत्वा अत्र कर्तुः नाम अफजलखानः इति शब्दस्य, इति कर्तृशब्दस्य विशेषणं जातमस्ति. यतोहि कर्तृर्थे अस्ति, गत्यार्थे अस्ति, गत्यार्थे अस्ति इति कारणेन अत्र कर्तरिप्रयोगे अस्ति, नो चेत् सामान्यतया कर्मणि अर्थे अस्ति. बुद्धं? मया लेखः नाम अहं लेखं लिखितवान्. अहं लेखं लिखितः इति वाक्यं शुद्धम्? अहं लेखं लिखितः वाक्यं समीचीनं न? किमर्थम्? अहं लेखं लिखितवान्. किमर्थं लिखितवान् न तु लिखितः? लिखितः अहं, मम विशेषणं नास्ति. अहम् इति अस्य विशेषणं नास्ति. समीचीनमस्ति. कस्य विशेषणमस्ति? पत्रं, लेखशब्दस्य. तत्र लिखित इति शब्दः नित्य तत्र क्तान्तरूपम् अस्ति इति कृत्वा कर्मशब्दस्य विशेषणं भवति, न तु कर्तृशब्दस्य. कर्तृपदस्य विशेषणं नास्ति, कदापि नास्ति. यतोहि गत्यार्थिकशब्दः न भवितुमर्हति. लेखनक्रिया तत्र गत्यार्थे भवति वा? गमनम्, आगमनम् इत्यादि तत्र क्रियापदानि भवन्ति. तत्र लेखनक्रिया तादृशं नास्ति, गत्यार्थकशब्दः नास्ति. अतः नित्य कर्मणि अर्थे अस्ति. अहं लेखं लिखितवान् इति क्तवतु, क्तवतु कर्तृर्थे भवति, अतः समीचीनमस्ति. अहम् इत्यस्य विशेषणं लिखितवान्, अहं लेखं लिखितवान्. किन्तु अहं लेखं लिखित इति तत्र लेखशब्दस्य विशेषणं भवितुम् अर्हति, न तु अहम्. अतः मया लिखितः लेखः समीचीनः तत्र भवति. लेखः इत्यस्य विशेषणं लिखितः अहम् इत्यस्य न कदापि विशेषणं भवितुमर्हति. किन्तु अत्र प्रस्थितः कर्तुः विशेषणमस्ति, यतोहि अत्र गत्यार्थके अस्ति, गत्यार्थकशब्दः गत्यार्थे अस्ति. अवगतम्? अतः गतवान्, गतवान् इति सिक्तान्तरूपम् अस्ति किम्? गतः तत्र गत्यार्थकशब्दः अस्ति इति कारणेन कर्तुः अपि विशेषणं भवति. अतः अहं पाठशालां गतवान् इत्यस्मिन् अर्थे अहं पाठशालां गतः इति अपि वक्तुं शक्नोमि. अहं पाठशालां गतः लिखितः तथा न कदापि भवितुमर्हति, यतोहि गत्यार्थकः शब्दः नास्ति. अस्तु, समीचीनम्. अग्रे सरेम. अस्तु, अत्र श्रीनिवासमहोदय अग्रे. निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. निबिडं जावलीवनं ससैन्यं प्रविश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करमेव. सः चिन्तवान् निबिडं जावलीवनम् निबिड सर्वे जानन्ति. डेन्स् गभीरं गाढं निबिडं दुर्गम्यं दुर्गम्यं वक्तुं शक्नुमः. स्थूलः ससैन्यं प्रविश्य अग्रे प्रविश्य पर्वतमूषिकस्य शिवराजस्य न जानामि. शिवराजस्य ग्रहणं तु दुष्करमेव, पर्वतमूषिकः कथं भवति? शिवराजः एकः नामस्य पर्वतमूषिक पर्वतमूषिक नाम शिवराजस्य अन्यनाम महोदय विशेषणं शिवराजस्य विशेषणं पर्वतमूषिकस्य. किन्तु तथा नाम किमर्थमस्ति? पर्वतेन चलवान् पर्वतमूषिक, तस्य किमर्थं तादृश नाम दत्तवान् अस्ति? प्रविश्य मूषिका पर्वतस्य मध्ये चलति चेत् रन्ध्रं करोति, अतः मूषिकस्य एव अधिकः शक्तिः. शक्तिः नाम युक्तिकारः. पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करमेव. किन्तु यस्य अहं मूषिकेन न ग्रहणामि तत्रैव विपक्षिजनः शिवराजस्य न ग्रहणं करोति. समीचीनम्. अपि च पर्वते यदा मूषिकः पर्वते अस्ति तत्र ग्रहणम् अन्वेषणं सुलभं वा? इति अपि अस्ति. अस्तु, सुब्रह्मण्यमहोदय तत्र अग्रे पठतु कृपया. तर्हि का गतिः सन्देहे व्याजेन शिवराजस्य आह्वानं करणीयम्। सन्देहव्याजेन नाम सन्देहव्याजेन सन्धिः अग्रे किञ्चित् पठतु, अनेन स्पष्टं स्यात्। तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान्। सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्। युद्धरूपेण न किन्तु सन्धिरूपेण शिवराजस्य आह्वानं करणीयम् इति सूचयति अफजल् खानः। व्याजः नाम दूतः, कपट आचार्येण सन्धिः व्याजेन सन्धिः मूलकरूपेण शिवराजस्य आह्वानं करणीयम्। युद्धाह्वानं न सन्धि आह्वानं करणीयम् इति सूचयति। तत्र सर्वे जानन्ति निहारिका भगिनी, तत्र सन्धिः नाम स्नेहहस्तं, स्नेहपूर्वकहस्तं। तत्र सन्धिः वदामः यत्र युद्धमस्ति, सेनाद्वयमस्ति, सेनापतिः द्वयमस्ति, तत्र एकसेनापतिः वदति अस्तु शान्तिः भवतु, इदानीं युद्धं मास्तु इति सन्धिः अस्ति। एकः पक्षः वदति अस्तु इदानीं, नाम पक्षद्वयमेव वदति यत् इदानीं शान्तिरूपेण वयं जीवामः, इदानीं युद्धं मास्तु इति सन्धिः अस्ति। अत्र वस्तुस्थितिः नास्ति, सः सन्धिं न यच्छति, किन्तु सन्धेः व्याजेन केवलं वदनमस्ति, हृदये अन्यत् अस्ति। सन्धेः व्याजेन अस्तु, अग्रे महोदय। तेन अग्रिमं कार्यं सुकरं भवेत् इति खान् चिन्तितवान्। सन्धिरूपेण शिवराजस्य आह्वानं कृत्वा अग्रिमकार्यं मारणं जयं करोतु, शिवराजस्य उपरि जयं करोतु इति सुकरं भवेत्, सुलभं भवेत् इति खानः चिन्तितवान्। अग्रे सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्। अफजल् खान् दूतद्वारा शिवराजेन मेलनम् इच्छाम् इति वार्ता इति वार्तां प्रेषितवान्। अस्तु, समीचीनमस्ति। अस्तु, लक्ष्मी भगिनी अग्रे। राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्। पुनः राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्। नाम वायुवृद्धं ज्ञानवृद्धम् इत्युक्ते लक्ष्मी भगिनी अस्ति वा? अस्तु, पुष्पा भगिनी वदतु। नाम अत्र द्वितीयविभक्तिः अस्ति खलु, अतः वयसा वृद्धः, वयसा वृद्धः अपि च ज्ञानेन वृद्धः. नाम यस्य वर्धनं जातमस्ति वयसा, वयसः विषये अपि ज्ञानस्य विषये अपि वृद्धः वर्धितः, तस्य ज्ञानमपि वर्धितमस्ति, अतः सः ज्ञानवृद्धः. स्पष्टमस्ति? राजनीतिज्ञः, राजनीतिज्ञः इत्युक्ते यस्य राजनीतिः अस्ति राजनीतिज्ञः, यः राजनीतिं जानाति, राजनीतिज्ञः शिवराजः अपि राजदूतं प्रेषितवान् खलु. कीदृशराजदूतं प्रेषितवान्? गोपीनाथवर्यं वयोवृद्धं ज्ञानवृद्धम् इति अस्ति. अस्तु, अग्रे पुष्पभगिनी अग्रे पठतु कृपया. सः गत्वा निवेदितवान्, खानवर्य, भवान् अस्मदीयं महाराजं मध्यर्थम् आहूतवान् इति परमा वदति. पुष्पभगिनी वदतु. भवतः पराक्रमः अग्नितुल्यः. पुनः वदतु तावता. सः गत्वा निवेदितवान्, खानवर्य, भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता. नाम भवान् परमा दयालुता. न, भवान् परमा दयालुता इति भवान् शब्दस्य विशेषणं वा? न, विशेषणं कथम्? अत्र भाववाचकशब्दः अस्ति दयालुता, दाति नाम सुन्दरता, तत्र भाववाचकशब्दः अस्ति खलु. भवान् आहूतवान् भवान् अस्मदीयं महाराजं सन्ध्यर्थम् अस्मदीयं मम महाराज सन्धेः कृते आहूतवान् इति परमादयालुता. परमादयालुता इति गुणः भवति अस्ति, भवति भवति नाम का विभक्तिः? षष्ठी. कथं षष्ठी? निहारिका भगिनी वदतु. भवति इति वा का विभक्तिः अस्ति? प्रथमा भवति सप्तमी एकवचनं खलु. तत्र भवति परमा दयालुता अस्ति, भवति इति सप्तमी. भवति परमा दयालुता इति भावः गुणः अस्ति. अस्तु, अग्रे पुष्पभगिनी अग्रे. भवतः पराक्रमः अग्नितुल्यः. तेनैव अखिलस्य अत्र पराक्रमः अग्नितुल्यः, तत्र विशेषं किं? विशेषं किं? पराक्रमः विशेषणः अग्नितुल्यः. सन्ध्या भगिनी वदतु. विशेष्यं किं द्वयोः मध्ये? विशेष्यं किम्? अभिनवमहोदय वदतु. अभिनवमहोदय. पराक्रमः विशेष्य, अग्नितुल्यः विशेषणः. अत्र नपुंसकलिङ्गशब्दः अस्ति विशेष्यं विशेषणम्. पुनः वदतु. पराक्रमं न न पराक्रमः विशेषणम् अग्नितुल्यः विशेष्यम् न न विपरीतं सर्वे विपरीतरूपेण वदन्ति. पुनः वदतु. पराक्रमः विशेष्यं भवति अग्नितुल्यः विशेषणं भवति. हा स्पष्टं नास्ति वा अत्र पराक्रमः इति अस्य वर्णनं भवति. हा कीदृशपराक्रमः अग्नितुल्यः खलु. अस्तु अफ्जल् खानस्य अस्तु अग्रे भवान् एव पठतु कृपया अग्रे. तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते. तत्र अर्थः कः तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता. शिवराजेन अपि अखिलस्य भूमण्डलस्य शोभा वर्धति इति अवदत्. कः वदति अत्र भवतः पराक्रमः अग्नितुल्यः इति कः वदति? गोपीनाथ वर शान्तिदूतः. कं वदति? अफ्जल् खानम्. हा अत्र तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता इति तेन नाम केन? अफ्जल् खानेन. हा इति अस्ति अफ्जल् खानेन इति अखिलस्य भूमण्डलस्य नाम पृथिव्याः पृथिव्याः शोभा वर्धिता भवति अनेन. अस्तु अग्रे. किन्तु अत्र आगन्तं तस्य महत् भयं वर्तते. कस्य? शिवराजस्य. हा समीचीनमस्ति. अस्तु पद्मा भगिनी अस्ति वा अग्रे पठति वा? आं महोदय. अग्रे पठतु. अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति. दूतस्य तथा विधिम् अत्र पुनः अत्र भवान् कः? अफ्जल् खान. हा कस्य भयमस्ति आगन्तुं तस्य महत् भयं कस्य भयमस्ति? शिवराजस्य भयमस्ति. हा अतः अफ्जल् खानः भवान् एव समागत्य महाराजाय अभयं दातुम् अर्हति. अस्तु अग्रे. दूतस्य तथा विधिं कातरं वचनं श्रुत्वा खानः जावळीप्रदेशे मेलनम् अङ्गीकृतवान्. दूतस्य तथा विधिं कातरं वचनं श्रुत्वा खानः जावळीप्रदेशे मेलनम् अङ्गीकृतवान्. प्रदर्शन भयपूर्ण. हा अत्र भयावह इति नास्ति नाम भयजनकं नास्ति खलु. भयजनकं तस्य विपरीतमस्ति. यस्य भयमस्ति यस्मिन् भयमस्ति तस्य वचनं. तथा विधं कातरं वचनं श्रुत्वा कानः मेलनार्थं जावळीप्रदेशे मेलनम् अङ्गीकृतवान्. अस्तु अग्रे. ससैन्यं प्रस्थितः सः प्रताप् पदुगार्थ किञ्चित् दूरे शिबिरं स्थापितवान्. प्रतापदुर्गात् नाम प्रतापदुर्गात् शिवराजस्य दुर्ग समीपे दुर्गनामः प्रतापः प्रतापदुर्ग. अस्तु अस्तु. किञ्चित् दूरे शिबिरं स्थापितवान्. अस्तु अग्रे. शिवखानयोः मेलनस्थानं शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम्. शिवराजखानयोः मेलनस्थानं शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य उत्तुङ्ग नामस्य दुर्गस्य समीपे उत्तुङ्गः नाम किम्? उत्तुङ्गः नाम उच्चस्तरीयः. उत्तुङ्गस्य दुर्गस्य उपरि उच्चस्तरीयस्य दुर्गस्य एकस्मिन् अधः एक पटगृहे एक टेम्पररि हौस् पटगृहं. हा सत्यं. टेण्ट् इति चिन्तयतु. टेण्ट् आम् निश्चितवान्. शिबिर पटगृहं समानेव अर्थम् अस्ति. अस्ति हा हा हा शिबिरं पटगृहम् अस्तु. समीचीनमस्ति. अस्तु इदानीं श्रीनिवासमहोदय अग्रे अस्ति. महोदय अस्ति वा? नास्ति. अस्तु अस्तु अग्रे महोदय. रात्रिः अतीता. रात्रिः अतीता. सूर्योदयः जातः. भवानीभक्तः शिवराजः लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रनखानि रक्तं शिरस्त्राणं तीक्ष्णं कृपाणं च धृत्वा अफजलेन मिलितुं प्रस्थितः. सर्वे जानन्ति. तत्र कथं कीदृशं वस्त्रं धृतवान्? कीदृशमस्ति? लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रनखानि व्याघ्रनखानि इत्युक्ते नखं. हस्तस्य अङ्गुली अस्ति खलु, तत्र नखः भवति व्याघ्रनखः. तीक्ष्णनखः नखानि नखम् अस्ति. नखं प्रत्येकम् अङ्गुल्याः तत्र नखमस्ति. फिङ्गर्नेल् इति. तत्र कवचं सर्वे जानन्ति. कवचं. अस्तु अस्तु अस्तु. व्याघ्रनखानि रक्तं शिरस्त्राणं तीक्ष्णं कृपाणं. कृपाणम् इत्युक्ते तत्र हस्ते लघु तत्र किमस्ति? छुरिका. छुरिका. धृत्वा अपजलेन मेलितुं प्रस्थितः शिवराजः. प्रस्थितः भवानी भक्तः शिवराजः. आगतं शिवराजं दृष्ट्वा अपजलः प्रसन्नः अभवत्। सः स्वस्थानात् सहसा उत्थितः। सहसा उत्थितः, उत्थितः सहस् इति जानाति खलु, सहस् धैर्यं, धैर्यं धैर्येण। सः स्वस्थानात् सहसा उत्थितः, तृतीया अस्ति। अस्तु, एषः शिवराजः अवुधः अस्ति इति चिन्तयन् सः तं विविधानि मधुराणि वचनानि उक्तवान्। अवुधः नाम अविवेकः। अविवेकः, अस्तु, अग्रे। धीरः शिवराजः अपि तस्य छलयुक्तवचनानि अवगतवान्। अत्र छलः नाम तत्र व्याजः इति वयं दृष्टवन्तः खलु, कपटाचारणम् अथवा व्याजः, छलः अपि तथा, छलः छलयुक्तवचनानि। अस्तु, लक्ष्मीभगिनी अग्रे। अफजलः समक्षं स्थितं शिवराजम् आलिङ्गितुं दीर्घौ हस्तौ प्रसारितवान्। अफजलः समक्षं स्थितं शिवराजम् आलिङ्गितुं दीर्घौ हस्तौ प्रसारितवान्। समक्षं नाम तत्र मुखेन नाम समीपे स्थितः, समीचीनमस्ति। अक्षमति नेत्रस्य पुरतः समक्षम्। अस्तु, अग्रे। अफजलः स्थूलः उन्नतः च। अफजल खान् स्थूलः उन्नतः च। राक्षसदेहस्य अफजलस्य पुरतः शिवराजः वामनः दृश्यते स्म। वामनः लघुः। लघुः, अग्रे। घोरमुखः खानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान्। घोरमुखः खानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान्। झटिति शीघ्रमेव आलिङ्गितवान्। शीघ्रमेव आलिङ्गितवान्, आलिङ्गनं कृतवान्। अग्रे। शिवराजस्य शिरः अफजलस्य विशालम् उरः अस्पृशत्। उरः नाम वक्षस्थलं। वक्षस्थलं नाम सः लघुः अस्ति खलु, शिवराजस्य शिरः सः लघुः अस्ति इति कारणेन अफजलस्य तत्र विशालम् उरः अस्पृशत्, यतोहि सः बृहान् अस्ति, अयं वामनः अस्ति खलु। अस्तु, निहारिकभगिनी अग्रे। दुष्टाशयः खानः सपदि शत्रुकर्षणं शिवराजं कण्ठे गृहीत्वा गुप्तरूपेण स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवान्। कः विफलं प्रयत्नं कृतवान्? खानः। अस्तु, अग्रे। शिवराजस्य केवलं कवचं छिन्नं जातं। विद्युद्वेगः शिवराजः अपि स्वकीयेन दीर्घेन कृपाणेन खानस्य उदरं विदारितवान्. शिवराजः अपि शीघ्रमेव खानस्य उदरे कर्तनं कृतवान् कृपाणेन. हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः छिन्नः वृक्षः इव भूमौ पतितः. उच्चैः आकृष्य खानः अधः पतितः. भृशं पीडितः गतप्रभः सः क्षणार्धेन मृतः. चिरप्रवृद्धं पापं शान्तम् अभवत्. अस्तु, बहु सम्यक् अस्ति, कथा बहु समीचीना जाता. इदानीम् अस्माकं समयः नास्ति. सर्वे अस्मिन् सप्ताहे कथां पुनः पठन्तु, सम्यक्तया अवगच्छन्तु, अपि च पूर्वतनस्य पाठस्य पञ्च अभ्यासान् सम्यक् रीत्या अध्ययनं कुर्वन्तु. अनन्तरम् अग्रे सप्ताहे तत्र यत्र यत्र प्रश्नाः सन्ति तत्र परिशीलामः. समीचीनं वा? अस्तु अस्तु अस्तु, विरमामः तर्हि. नमस्कारः. धन्यवादः.